ननु कथं वस्त्वाकृतेः शब्दार्थत्वे आसादेकमेव अद्वितीयमिति पदार्थवाक्यार्थपत्ति तदनुपत्तौ च इदं वाक्यम् अप्रमाणं प्रसञ्जेत इति चेन् नैषदोषः सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य सदिति अयं तावच्छब्दः सदाकृतिवाचकः एकमेव अद्वितीयमिति एतौ च सच्छब्देन समानाधिकरणं तथा इदम् आसीदिति च तत्र नञ् सद्वाक्यप्रयुक्तः सद्वाक्यमेव अवलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेव द्वितीयम् इदम् आसीदिति एवं लक्षणां ततः सद्वाक्यार्थात् निवर्तयति अश्वारूढैव अश्वालं मनः अश्वं तदभिमुखविषयात् निवर्तयति तद्वत् न तु पुनः सदभावमेव विधत्ते अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरम् इदमसदेव इत्यादि वाक्यं प्रयुज्यते दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तितुं शक्यते इति अर्थवत्व असदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमिति अदोषः तस्मात् असतः सर्वाभावरूपं सत् विद्यमानं जायत समुत्पन्नम् अडभावः छान्दसः कुतस्थु कृतसौम्येदं स्यादिति होवाच कथम् असतः सज्जायेते ते सत्त्वैव संयुतमग्र आसीदेकमेवाद्वितीयं तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति कुतस्तु प्रमाणात् खलु हे स्वमेयं स्यात् असतः सज्जायेत इति एवं कुतो भवेत् न कुतश्चित् प्रमाणादेवं सम्भवति इत्यर्थः यदपि बीजोपमर्दे अङ्कुरो जायमानदृष्टः अभावातो एव इति तदपि अभ्युपमविरुद्धं तेषां कथम् एतावत् बीजावयवाः बीजसंस्थानविशिष्टाः ते अङ्कुरेपि अनुवर्तन्ते न तेषाम् उपमर्दो अङ्कुरजन्मनि यत्पुनः बीजाकारसंस्थानं तद्बीज अवयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैः अभ्युपगम्यते यदङ्कुरजन्मनि उपमुद्येत अथ तदस्ति अवव्यतिरिक्तं वस्तुभूतं तथा च सति अभ्युपगमविरोधः अथ संवृत्त्या अभ्युपगतं बीजसंस्थानरूपम् उपमुद्यते इति चेत् केयं संवृत्तिर्नाम किम् असौ अभावः उत भावः इति यदि अभावः दृष्टान्तभावः अथ भावः तथापि न अभावात् अङ्कुरोत्पत्तिः बीजावयवेभ्यो हि अङ्कुरोत्पत्तिः अवयवा अपि उपमुद्यन्ते इति चेन्न तदवयवेषु तुल्यत्व यथा वैनाशिकानां बीजसंस्थानरूप अवयवी नास्ति तथा अवयवापि इति तेषामपि उपमर्द अनुपत्ति बीज अवयवानामपि सूक्ष्मावयवाः तदवयवानामपि अन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्य अनिवृत्तेः सर्वत्र उपमर्द अनुपत्ति सद्बुद्धि अनुवृत्तेः तत्त्व अनिवृत्तिश्च इति सद्वादिनां सतैव सदुत्पत्तिः सेत्स्यते न तु असद्वादिनां दृष्टान्तो अस्ति अस्तः सदुत्पत्तेः मृत्पिण्डात् घटोत्पत्तिः दृश्यते सद्वादिनां तद्भावे भावात् तद्भावे च अभावः यदि अभावादेव घट उत्पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत अभावशब्दबुद्ध्यनुवृत्तिश्च घटात् प्रसज्येत न तु एतदस्ति अतः न असतः सदुत्पत्तिः यदपि आहो मृद्बुद्धिः घटबुद्धेः निमित्तमिति मृद्बुद्धिः घटबुद्धेः कारणमुच्यते न तु परमार्थतः एव मृद्घटो वा अस्ति इति तदपि मृद्बुद्धिः विद्यमाना विद्यमानाय एव घटबुद्धेः कारणमिति न असतः सदुत्पत्तिः मृद्घटबुद्ध्योः निमित्तनैमित्तिकतया आनन्तर्यमात्रं न तु कार्यकारणत्वम् इति चेत् न बुद्धीनां नैरन्तर्यगम्यमाने वैनाशिकानां बहिः दृष्टान्तः अभवत् अतः कुतस्तु कृतसौम्येयं स्यात् इति हि उवाच कथं केन प्रकारेण असतः सज्जायेत इति असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारो अस्ति इत्यभिप्रायः एवम् असद्वादिपक्षम् उन्मत्य उपसमर्थि सत्त्वैव स्वमेदमग्र आसीदिति स्वपक्षसिद्धिं ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तो अस्ति घटात् घटान्तरोत्पत्ति अदर्शन सत्यमेवं न सतः स्वतन्त्रमुत्पद्यते किं तर्हि सदैव संस्थानान्तरेण अवतिष्ठते यथा सर्पः कुण्डली भवति यथा च मृत् चूर्णपिण्डघटकपालादिप्रभेदैः यद्येवं सदैव सर्वप्रकारवस्तुं कथं प्रागुत्पत्तेहितम् आसीत् इत्युच्यते. ननु न श्रुतं त्वया सदैव इति अवधारणम् इदं शब्दवाच्यस्य कार्यस्य. प्राप्तं तर्हि प्रागुत्पत्तेः असदैव आसीत् न इदं शब्दवाच्यम्, इदानीमिदं जातमिति. न सत एव इदं शब्दबुद्धिविषयतया अवस्थानान् यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेन अवतिष्ठते तद्. ननु यथा मृद्वस्तु इयं पिण्डघटाद्यपि तद्वत् सद्बुद्धेः अन्यबुद्धिविषयत्वात् कार्यस्य ततो अन्यद्वस्तुन्तरं स्यात् कार्यार्थं यथा अश्वाद्गौः. न पिण्डघटादीनाम् इतरेतरव्यभिचारेपि मृत्व अव्यभिचार. यद्यपि घटः पिण्डं व्यभिचरति पिण्डस्य घटं, तथापि पिण्डघटौ मृत्वं न व्यभिचरतः, तस्मात् मृण्मात्रं पिण्डघटम्. व्यभिचरति तु अश्वं गौः, अश्व वा गां, तस्मात् मृदादिसंस्थानमात्रं घटादय. एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदैव इति. वाचारम्भणमात्रत्वात् विकारसंस्थानमात्रस्य. ननु निरवयं सतु निष्कलं निष्क्रियं शान्तं निरवध्यं निरञ्जनं दिव्यो हिमूर्तः पुरुषः सुभाक्यभ्यन्तरो अजः इत्येतेभ्यः. निर्वयस्य सतः कथं विकारसंस्थानम् उत्पद्यते? नैष दोषः. रज्ज्वादि अवयवेभ्यः सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानम् उत्पद्यते. वाचारमणं विकारणावधि मृत्तिकेत्येव सत्यम्, एवं सदैव सत्यमिति श्रुतेः. एकमेवाद्वितीयं परमात्मतः इदं बुद्धिकाले. तदैक्षिता बहुस्यां प्रजायेति तत्ते ज्योत्सृजिता तत्ते जायिक्षिता बहुस्यां प्रजायेति तदपोसृजिता तस्माद् यत्र क्व च शोचते स्वेदते वा पुरुषा ते स एव तदधि आपो जायन्ते. तत् स ऐक्षत ईक्षां दर्शनं कृतवत्. अतश्च न प्रधानं साङ्ख्यपरिकल्पितं जगत्कारणं प्रधानस्य अचेतनत्वाभ्युपम. इदं तु स तु चेतनम् ईक्षितृत्व. तत् कथम् ऐक्षत इति आहां बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेण उत्पद्येय. यथा मृद्घटादि आकारेण यथवा रज्ज्वादि सर्पादि आकारेण बुद्धिपरिकल्पितेन असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पादि आकारेण. न सत एव द्वैतभेदेन अन्यता गृह्यमाणत्वात् न असत्त्वं कस्यचित् क्वचिदिति भ्रम. यथा सतः अन्यद्वस्त्वन्तरं परिकल्प्य पुनः तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्च ऊर्ध्वम् असत्त्वं भ्रवति तार्किकः. न तथा अस्माभिः कदाचित् क्वचिदपि सतो अन्यद् अभिधानम् अभिधेयं वा वस्तु परिकल्प्यते. सदैव तु सर्वम् अभिधानम् अभिधीयते च यदन्यबुद्ध्य यथा रज्जुरेव सर्पबुद्ध्या सर्प इति अभिधीयते. यथा वा पिण्डघटादि मृदो अन्यबुद्ध्य पिण्डघटादिशब्देन अभिधीयते लोके रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धिः निवर्त्यते. यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धिः तद्वत् सद्विवेकदर्शिनाम् अन्यविकारशब्दबुद्धिः निवर्त्यते. यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति अनिरुक्ते अनिलयने इत्यादिभ्य. एवम् ईक्षित्वा तत्तेजः असृजत तेजः सृष्टवत्. ननु तस्माद्वा एतस्मादात्मना आकाशसम्भूतः इति शुक्यन्तरे आकाशाद्वायुः ततः तृतीयं तेजः श्रुतम्. इह कथं प्राथम्येन तस्मादेव तेजः सृज्यते तथैव च आकाशमिति विरुद्धम्? नैष दोषः. आकाशवायुसर्गानन्तरं तत्सत् तेजो असृजत इति कल्पनोत्पत्ते अथवा अविवक्षितः इह सृष्टिक्रमः. सत्कार्यमिदं सर्वम् अतः सदेकमेव अद्वितीयमिति एतद्विवक्षितं मृदादिदृष्टान्त. अथवा त्रिगुरुत्करणस्य विवक्षितत्वात् तेजोपन्नानामेव सृष्टिमाचष्टे तेज इति प्रसिद्धं लोके दग्धृपक्तृ प्रकाशकं रोहितं च इति. त ससृष्टं तेजः ऐक्षतं तेजोरूपसंस्थितं स तु ऐक्षत इत्यर्थः. बहुस्यां प्रजाया इति पूर्वत् तत् अपो असृजत आपः द्रवाः स्निग्धः स्यन्दिन्यः शुक्लाश्च इति प्रसिद्धः लोके. यस्मात् तेजसः कार्यभूत आपः तस्माद्यत्र क्वच देशे कार्ये वा शोचति सन्त्यप्यते स्वेदते प्रस्विञ्जितैव पृजः तेजसैव तत्तदा आपः अधिजायन्ते ता आपैक्षन्त बह्व्यः स्यामा प्रजा ये महीतीं ता अन्नमसृजन्त तस्माद्यत्र क्वच वर्षते तदेव भूयिष्ठमन्नं भवति अद्भ्यः एव तदधि अन्नाद्यं जायते ता आपैक्षन्त पूर्वदेव अबाकारसंस्थितं सदैक्षत इत्यर्थः बह्व्यः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहि इति ता अन्नम् असृजन्त पृथिवीलक्षणं पार्थिवं हि अन्नं यस्मादप्कार्यम् अन्नं तस्माद् यत्र क्वच वर्षति देशे तत्तत्रैव भूयिष्ठं प्रभूतम् अन्नं भवति अतः अद्य एव तदन्नाद्यम् अधिजायते ता अन्नम् असृजन्त इति पृथिवी उक्ता पूर्वम् इह तु दृष्टान्ते अन्नं च तदाद्यं च इति विशेषण व्रीहि एव अद्य उच्यन्ते अन्नं च गुरुस्थिरं धारणं कृष्णं च रूपतः प्रसिद्धं ननु तेजप्रवृतिषु ईक्षणं न गम्यते हिंसाप्रतिषेध अभावात् त्रासादिकार्य अनुपलम्भाच्च तत्र कथं तत्तेज ऐक्षत इत्यादि नैष दोष ईक्षतृकारणपरिणामत्वात् तेजप्रवृत्तीनां सत एव ईक्षितुः नियतक्रमविशिष्टकार्योत्पादकत्वाच्च तेजप्रवृत्ति ईक्षते इव ईक्षते इत्युच्यते भूतं ननु सतोऽपि उपचरितमेव ईक्षतृत्वं न सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यम् उपचरितं कल्पयितुं तेजप्रवृत्तीनां तु अनुमीयते मुख्य ईक्षण अभावः इति युक्तम् उपचरितं कल्पयितुम् ननु सतोऽपि मृद्वतो कारणात्वात् अचेतनत्वं शक्यम् अनुमातुम् अतः प्रधानस्यैव अचेतनस्य ततः चेतनार्थत्वात् नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ऐक्षत एव ऐक्षत इति शक्यम् अनुमातुम् उपचरितमेव वीक्षणं दृष्टश्च लोके अचेतने चेतनदुपचारः यथा कूलं पिपदिशति इति तद्वत् सतोऽपि स्यात् न तत्सत्यं स आत्मा इति तस्मिन् आत्मोपदेशः आत्मोपदेशोऽपि उपचरित इति चेत् यथा ममात्मा भद्रसेन इति सर्वार्थकारिणि अनात्मनि आत्मोपचारः तद्वत् न सदस्मि इति सत्सत्याभिसन्दस्य तस्य तावदेव चरमिति मोक्षोपदेशः सोऽपि उपचार इति चेत् प्रधानात्माभिसन्दस्य मोक्षसामीप्यं वर्तते इति मोक्षोपदेशोऽपि उपचरित एव यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्रामम् इति भूय त्वरापेक्ष्य तद्वत् न येन विज्ञातेन विज्ञातं विज्ञातं भवति इति उक्तं सति एकस्मिन् विज्ञाते सर्वं विज्ञातं भवति तदन्यत्वात् सर्वस्य अद्वितीयवचनाच्च न च अन्यद्विज्ञातव्यम् अवशिष्टं श्रावितं श्रुत्य अनुमेयं वा लिङ्गतः अस्ति येन मोक्षोपदेशः उपचरितस्य सर्वस्य च प्रपाटकार्थस्य उपचरितत्वपरिकल्पनायां वृताश्रमः परिकल्पयितुः स्यात् पुरुषार्थसाधनविज्ञानस्य तर्केणैव अधिगतत्वात् तस्य तस्मात् वेदप्रामाण्यां न युक्तः श्रुतार्थप्रत्ययः अतः चेतनावत् कारणं जगतः इति सिद्धम् इति द्वितीयखण्डभाष्यम्।